इदानीम् अत्र धातु विज्ञानविषये अत्र इतोपि एतत् वक्तव्यं खलु. ॐ श्रीगणेशाय नमः, ॐ श्री सरस्वत्यै नमः, ॐ श्रीगुरुभ्यो नमः. अत्र किञ्चित् क्लेशः अस्ति अस्ति, कोऽपि प्रातःकाले एतत् सङ्गणकविषये न आगन्तुम् इच्छति एव. किम् अस्ति, दिने आगतवन्तः, अनन्तरं धनं स्वीकृतवन्तः, अनन्तरं गतवन्तः, तादृशमेव भवति. अस्तु, इदानीं पाठविषये चलामि, प्रति गच्छेम. एतत् इदितोनुं धातोः मिदचोन्त्यात् परः, अनन्तरं किञ्चित् मम ध्वनिविषये क्लेशः अस्ति वा? न महोदय. आं महोदय, आं भगिनि, बहु न्यूनम् अस्ति वा? आम् आम्. इदानीं यू हियर् अहम् उच्चैः वदामि, श्रूयते खलु? अस्तु, अनन्तरं नच्यपदान्तस्य जलि, अनुस्वारस्य ययि परसवर्णः परसवर्णः, अनन्तरं मूनुस्वारः, एतद्विषये उदाहरणमपि दृष्टवन्तः. संयोगः यमः, अत्र रूपं द्वयं भवति, संयमः संयमः इति. अस्तु, अनन्तरं तपरस्तत्कालस्य तकारस्य विषये ह्रस्व रूपमेव अत्र दृष्टवन्तः, ह्रस्वसकारः. अतः तस्य कालः तत्कालः इति, तपरस्तत्कालस्य. एतत्वैव अभवत्. इदानीं पूर्वमेव मया अत्र सूचितं षट् प्रकारः. ह्रस्वः स्वीकुर्मः चेत् अत्र उदात्तः, अनुदात्तः, स्वरितः अस्ति. अत्रैव अनुनासिकवर्णः, अननुनासिकवर्णः, तादृशमेव. दीर्घः अस्ति चेत् अत्र दीर्घ अकारः, दीर्घ अत्र पुलुतः अपि अस्ति. अनन्तरम् अत्र अपि उदात्तः, अनुदात्तः, स्वरितः, अनुनासिकः, अननुनासिकः इति भवति. अनन्तरं प्लुतः अस्ति, प्लुतः अपि ह्रस्व अकारः, न प्लुतः इत्युक्ते उदात्तः, अनुदात्तः, स्वरितः, अनुनासिकवर्णः, अननुनासिकवर्णः, तादृशम् आहत्य अकारः स्वीकुर्मः चेत् अत्र अष्टादश अस्ति. यत्र ह्रस्वः नास्ति, दीर्घः नास्ति, तत्र द्वादश एव तिष्ठति. वयं दृष्टवन्तः एतत् विषये. अत्र किञ्चित् क्लेशः अस्ति वा? न. अस्तु, इदानीम् उपधादीर्घः, उपधायां च, एतत् अपि दृष्टवन्तः. उपधायाम् इत्युक्ते किं, कोऽपि वक्तुं शक्यते वा? कोऽपि अन्तिमवर्णस्य पूर्ववर्णः उपधा. अन्ते वर्णः यत् तिष्ठति, तत् पूर्वं यत् तिष्ठति, एतत् एव उपधावर्णः. एतत् कुर्दो इति स्वीकुर्मः चेत् अकार उत्तरवर्ति अनुनासिक, एतत् पूर्वतया अकार अनुनासिकवर्णः, उपदेश अज अनुनासिक इत्यनेन इत् भवति. अनन्तरं उपधायां च अत्र उकारः एव अस्ति, तादृशमेव अत्र उदाहरणमस्ति. इदानीम् अलोन्त्यात् पूर्व उपधा अस्ति, एतत् विषये अत्र पठतु. किशोर् महोदय पठतु. मिस्टर् किशोर् गोयङ्गा राम राम राम राम राम राम अलं त्यात् पूर्व उपदा प्रथमध्याय प्रथमपादे षष्टि सूत्रं वर्णानां समुदाये यः अन्तिमवर्णः तस्मात् पूर्वं यः वर्णः अस्य उपदासंज्ञा स्यात् अल पञ्चम्यन्तम् अन्त्यात् पञ्चम्यन्तं पूर्वं पूर्व प्रथमान्तम् उपधा प्रथमान्तम् अनेपद् इदं सूत्रम् अलप्रत्याहारे सर्वेऽपि वर्णा अन्तर्भूताः अच् योगं हल् इज् इक्वल् टु अल् सूत्रं त्रं सम्पूर्णम् अन्त्यात् अल पूर्ण उपधाः प्रश्न एतत् एव एतदपि वयं दृष्टवन्तः अहं रेपविषये रेप किम् अस्ति रादिपः इत्यनेन मया प्रेषितमेव ग्रूप् मध्ये अत्र वर्णानां शब्दाये समुदाये यः अन्तिमवर्णः तस्मात् पूर्वं यः वर्णः अस्य उपदासंज्ञा स्यात् एतत् दृष्टवन्तः इदानीम् अल् एव अन्त्यात् पूर्वं 1165 दृष्टुम् अत्र दृष्टेम 1165 द्रष्टुं शक्यते खलु अत्र पठतु शब्दे अन्तिमवर्णात् पूर्वं विद्यमानस्य वर्णस्य उपधा इति संज्ञा भवति शब्दे अन्तिमवर्णात् पूर्वमेव वयं दृष्टवन्तः यत् वर्णः विद्यमानस्य अस्ति वर्तते एतदेव उपदा इति संज्ञा भवति अग्रे इदानीम् अवधेयम् उषा इतरेज् पठतु आम् पठामि उपदेशे अजनुनासिक इति सूत्रेण सर्वेषाम् अजन्तानां मूलधातूनाम् अन्तिमस्य अचः इत्संज्ञा न भवति तदा एव इत्संज्ञा भवति यदा सः अच् अनुनासिक अस्ति यथा लिख्य फट इत्यादयः धातवः किन्तु भू नी इत्यादिषु अजन्तधातुषु अन्तिमः अच् वर्णः अनुनासिकः नास्ति अतः तत्रत्यानाम् अच् वर्णानाम् इत् संज्ञा न भवति परन्तु हलन्त्यम् इति सूत्रेण सर्वेषां हलन्तमूलधातूनाम् अन्तिमस्य हलः इत् संज्ञा भवति एव अस्तु एतदपि दृष्टवन्तः उपदेशे अच् अनुनासिकवर्णः इत् भवति इदानीम् अत्र अभ्यासविषये अघि इति अस्ति अत्र उषा एव अत्र पूर्णतया किं किम् अभवत् सूत्रविषये वदतु अघि वर्णविच्छेदः अकारः गकारः अकार अनुनासिक इकारः अनुनासिक इकारः उपदेशे अज् अनुनासिक इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति अग् इति अवशिष्यते पठतु I have completed second one, I have to say. Agi, Varna Vichedaha, Gakaraha, Akaraha, Dakaraha, Dakaraha, Akaraha, अनन्तरं डकारः अनुनासिक अकारः. अनुनासिक अकारः उपदेशे अज् अनुनासिक इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति घट इति अवशिष्यते उपयोगिरूपम्. अस्तु, अत्र अनुबन्धलोपानन्तरम् एतदेव तिष्ठति. अनन्तरम् अत्र सीतालक्ष्मी अस्ति वा? ब्रेज्रु. समीचीनं. ब्रेज्रु किं किम् अभवत्? बकारः, रेफः, जकारः, रेफः अनुनासिक रेफः न अकार अत्र नित्यसंज्ञा किं भवति? अनुनासिक उपदेश अनुजा अनुनासिक इत् इति सूत्रेण जका अनुनासिक अकारस्य इत्संज्ञा भवति. ब्रेज् एव अवशिष्यते न? आं, समीचीनं. ब्रेज् अनन्तरं चञ्चु चकार. महोदय एकनिमिषम्. अनुनासिक ऋकारः एव लोपः भवति न? ब्रज् ब्रेज् एव ब्रेज्रु इति अस्ति खलु अत्र. ब्रेज्रु उत्तरवर्ति अनुनासिकवर्णः एव अपगच्छति इति भवति. ब्रेज् इति तिष्ठति, सा उक्तवती खलु. अग्रे सीतालक्ष्मी एव. न न न जिरा ब्रेज् ब्रेज् अवशिष्यते इति उक्तवती. एतत् समीचीनं वा न समीचीनं वा? समीचीनं. अनन्तरं टिक्रु चञ्चु. चञ्चु भवतु, पठतु. चञ्चु चकार चकार चकार नकार चकार उकार अनुनासिकः उपदेश अनुनासिक इति सूत्रेण अनुनासिक उकारस्य लोपः इत्संज्ञा भूत्वा लोपः भवति. चञ्च्येव अवशिष्यते. ओके, अग्रे भागीरथी टिक्रु भागीरथि. अस्तु, अनुसूया श्रूयते. श्रूयते वा भगिनि? श्रूयते. भागीरथि वदतु. टिक्रु टकारः, इकारः, ककारः, रेप् ऋकृ ऋकारः, अनुनासिक ओ अनुनासिक अकारः अनुनासिक अकारः अनुनासिक अकारः वा? टिक्रु टिक्रु अनुनासिक ऋकारः. समीचीनम्, उत्तमम्. अत्र अनुनासिक ऋकारः उपदेशे अजनुनासिक इत्यनेन इति भवति. भगिनि समीचीनं वदतु. तस्य लोपः इत्यनेन तस्य लोपः भवति, अतः टी लषक्व चुटु न न अत्र तिक्रो अत्र ऋकार उत्तरवर्ति अनुनासिकवर्णः एव इति भवति तावदेव ओके भगिनि अनन्तरं शला पठतु वदतु शलं शकारः अकारः लकारः अनुनासिक लकारः अत्र किं तिष्ठति अत्र अनुनासिक अनुनासिकलकारः लकारः नास्ति अकारः अनुनासिक अकारः सो उपदेशे अनुनासिक इत्यनेन अनुनासिक अकारस्य अकारः इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति शल् समीचीनम् अनन्तरम् अनुस्य अस्ति वा इन् अलन्त्यमिति सूत्रेण अन्ते विद्यमान अलन्त्यनकारस्य इति संज्ञा भवति इ एव अवशिष्य भवतु अस्तु समीचीनं हरि ओम् महोदय अत्र वदतु अत्र प्रश्नः अस्ति वा उपदेश वदामि वा अनुसय किञ्चित् तिष्ठतु भवान् वदतु प्रश्नः किम् अस्ति आं प्रश्नः अस्ति महोदय स्थलम् अस्ति तत्र मत किल् अन्तिम अनुनासिक अस्ति तत्र तु मत उपदेशजनो नासिकसूत्रेण ई संज्ञा भूत्वा तस्य लोपसूत्रेण लोपः अभवत् एकनिमिषं महोदय अत्र सर्वदा शला इति अस्ति खलु शला इति अस्ति अत्र किं किं वर्णः अस्ति तालभ्यस्य तत्परम् तत्परं तत्परम् अनुनासिक अत्र लो लो अत्र किं किम् अस्ति वर्णः किम् अस्ति वर्ण तु अनुनासिक आकारस्य संज्ञा भवति समीचीनं वर्षकारस्यपि सकारपि किमपि न भवति किं कारणे यत्र अनुनासिकवर्णः तिष्ठति एतत् भवान् कर्तरि शप् इति मनसि स्थापित्वा अत्र प्रश्नः पृच्छति अत्र शलो इति अस्ति अकार उत्तरवर्ति अनुनासिकवर्णः एव किं भवति अत्र उपदेशे अज अनुनासिक इत् इत्यनेन इत् भवति अनन्तरं शल् एव तिष्ठति समीचीनं वा लेकिन् मध्ये महोदय मध्ये कि संज्ञा मध्ये सप्तम सूत्राणि सन्ति मत् तत्र मध्ये कि लसक्तद्वित अपि कार्यं न करोति अत्र एतत् धातु एव न भगिनि अतः तस्य प्रसक्तिः नास्ति न एतत् अत्र किम् अन्ते भवति इदानीम् एव दृष्टवन्तः खलु इति एतत् उपदेश अजुनानिक अनुनासिक इत् भवति चेत् अन्ते किं तिष्ठति अनन्तरम् एव अङ्गकार्यं भवति अनन्तरं धातुः आयाति समीचीनं वा महोदय आं महोदय अस्तु इदानीम् अनुसूय पूजे भुजि भुजि अत्र अन्ते विद्यमान अनुनासिक इकारस्य इत्संज्ञा भूत्वा भुज् एव भवति शीङ् शीङ् हलन्त्यमिति सूत्रेण अन्ते विद्यमान हलन्त्य नकारस्य इत्संज्ञा भूत्वा सी एव अवशिष्यते अनन्तरम् अनिल् कुमार् द्रे द्रै द्रै अत्र तु किमपि अनुनासिकवर्णः नास्ति एव तत्र एव तिष्ठति तत्र एव तिष्ठति नमो नम अत्र अनुनासिक कार अस्ति एण्ड् नुमागम अपि अस्ति क्षम्यतां महोदय नानो नानो अस्ति तत्र नम् एव तिष्ठति एव तिष्ठति क्षुर अनुनासिककार अस्ति क्षुर् इति तिष्ठति समीचीनम् अनन्तरं मिस्टर् किशोर् गोयङ्क नुदो एकनिमिषं नुदो शुभो पुर न शूर कटि विद्लु विद्लुरु गम्लुरु तादृशम् एतत् समी इदानीं यत् दृष्टवन्तः तत्तेव भवति शिल नील इल क्लिशो नील षटक कुर्द् इदानीमेव दृष्टवन्तः अनन्तरं पुरुषु नख रङ्गे एकार उत्तरवर्ति अनुनासिकवर्णः प्लुङ्गो शु किमपि न भवति ध्रु न भवति शखो अत्र कार्यं भवति वदो भवति प्रश्नः अस्ति वा एकनिमिषम् अहं तुनदि युच्छ एतत् इतः पर्यन्तं यत् कृतम् अस्माकम् एतदेव भवति इदानीं प्रश्नः अस्ति चेत् पृच्छतु अग्रे चलेम प्रश्नः अस्ति चेत् पृच्छतु चुर् महोदये चुर् चुरा एव इर् इत्सल् देश संज्ञा सिधीर् बुधीर् एतत् आगच्छति खलु एतत् नास्ति अत्र चुरा एव अत्र रेप उत्तरवर्ति आकारः अस्ति अनुनासिकवर्णः अस्ति एतदेव अत्र इत् भवति उपदेश अज अनुनासिक इत् इत्यनेन अनिल् बहु यद् उक्तं खलु एतन चुर् एव चुर् एव तिष्ठति एव तिष्ठति प्रश्नः अस्ति वा अत्रैव पृच्छतु अग्रे न गच्छेम हरि ओम् पृच्छामि वा पृच्छतु अलोम् त्यात् पूर्वम् उपधा भवति स्वर अपि सन्ति स्वरा अपि सन्ति तत्रापि मत पूर्वं मत एतत् अलोन्त्यात् पूर्वं तिष्ठति यत् वर्णः उपदा विषये एव भवति अनन्तरम् उपदाया इदानीं किं कार्यं भवति उपदेश अजुनानिक् अज अनुनासिक यत् उदाहरणरूपेण अत्र दत्तवन्तः कुर्दो एतदेव अत्र अभ्यासरूपेण दत्तवन्तः अत्र उपादायं विषये किमपि नास्ति समीचीनं पठी अस्ति पठी धातु अस्ति यदि तत्र तु मत्स्य उपदेशावस्था नास्ति उपदेशावस्था नास्ति तत्र तु अत्र यत् अभ्यासरूपेण दत्तम् अत्र क्लेशः अस्ति वा न अत्र नास्ति अत्र नास्ति इदानीं धातुविज्ञानम् अस्ति खलु द्वितीय अभवत् इदानीं धातुविज्ञानं त्रि अस्ति धातूनां विज्ञानं पदव्यवस्था किम् अस्ति इति पश्येम अत्र अनिल् कुमार् पठतु द्रष्टुं शक्यते खलु? आं महोदय, पठतु. पाणिनीयशास्त्रम् अनुबन्धान् आश्रित्य स्वरांश्च आश्रित्य प्रवर्तते. वदतु वदतु, किमस्ति पाणिनीयशास्त्रं स्वरांश्च आश्रित्य? पाणिनी अष्टाध्यायी मध्ये अनुबन्ध बहुत्र अस्ति. समीचीनं. स्वरांश्च स्वराः स्वरांश्च एतत् आश्रित्य एव कार्यं भवति. इदानीम् इत् संज्ञा भवति खलु, अनुबन्धान् एतत् किम् अग्रे आगच्छति, एतत् आश्रित्य एव अत्र पाणिनीयशास्त्रं कार्यं करोति. इत्युक्ते किं महोदय? स्वराश्च इत्युक्ते किं महोदय? स्वराः अपि अस्ति खलु, इदानीमेव दृष्टवन्तः. स्वयं राजते इति स्वराः, अकारसिकवर्णः. न न, अत्र सन्धिविच्छेदं किमर्थं? स्वरा स्वरा निसर्गस्य सकारः न स्वराः इति. कथं सन्धिविच्छेदं कथं करणीयम् अत्र महोदय? स्वराः इति द्विधा भवति खलु, स्वराः इत्युक्ते स्वयं राजन्ते. न तत्तु अहं जानामि महोदय, अहं पृच्छामि अत्र सन्धिविच्छेदं किं करणीयं? स्वरांश्च स्वरांश्च शब्दः. ओ, सन्धिविषयं वा? स्वरांश्च स्वराः अत्र भवति खलु, विसर्गस्य स्थाने सकारः आदेशः भवति प्रथमम्, अनन्तरं स्तोः चुना शुः इत्यनेन श्रुत्वा सन्धि भूत्वा शकारः आगच्छति, अनन्तरं चकारः. तत्र अनुसारः किमर्थम्? स्वराः च स्वराम् इति अत्र अनुनासिकवर्णः न आगन्तव्यं, स्वराः एव. न न न, अवगतं महोदय. अत्र अत्र द्वितीयविभक्ति स्वरान् च. एतदपि अत्र इदितोनं धातोः अत्र नकारः आगच्छेत् प्रथमम्, अनन्तरं रच्च पदान्तस्य जलि इत्यनेन एपि इत्यनेन अपि एतत् साधनार्थं शक्यते एव. एतयोः ज्ञानम् आश्रित्य किं व्याकरणमस्ति? अनुबन्धान् स्वरान् च आश्रित्य. आश्रित्य अनुबन्धान् आश्रित्य एव अत्र ल्यबन्तमस्ति, ल्यप्. एतयोः एतयोः ज्ञानम् अन्तरा पाणिनीयशास्त्रस्य अवगतिः न भवति. एतयोः ज्ञानम् अन्तरा पाणिनीय अत्र तु अनुबन्धान् स्वरांश्च स्वरान् विना अष्टाध्यायी पठनीयं न शक्यम्. अग्रे धातुषु प्रत्ययेषु च के अनुबन्धाः, अपि च धातुषु स्वरः कीदृशः, उदात्तः अनुदात्तः स्वरितः वा, इदं सर्वम् आश्रित्य एव पाणिनीयशास्त्रं प्रवर्तते. अवगतं महोदय. धातुषु अनन्तरं प्रत्ययेषु, एतत् धातुषु अपि अनुबन्धान् अस्ति, प्रत्ययेषु अपि अनुबन्धाः अस्ति, एतत् आश्रित्य एव अत्र पाणिनीयशास्त्रम् अचलत् प्रवर्तते. अनुबन्ध इत्युक्ते इत् संज्ञा भूत्वा इदानीमेव दृष्टवन्तः. एतावता अत्र अत्र उषा भगिनी पठतु. एतावता मूलधातौ निबन्धाः के के अपि च कैः कैः सूत्रैः इत्संज्ञकाः वर्णाः विहिताः इति अस्माभिः अधीतम्. तत्परम् एतत् विषये जानाति वा सूत्रं किं किम् अस्ति इति? इत्संज्ञा वर्णाः इति विषये किं किम् अस्ति सूत्रं पठितवती यावत्पर्यन्तं वदतु. अन्तिमे विद्यमान अनुनासिक अकारः अनुनासिकस्वराः इत्संज्ञा भूत्वा सूत्रविषये उपदेश अनुनासिक इत् इर् इत्वाच्य संज्ञा एतत् वार्तिकमस्ति सूत्रं नास्ति. अनन्तरं हलन्त्यं तस्य लोपः आदिनुटुडवः अनन्तरं छुटु लशकतति ते एतत् सर्वाणि सूत्राणि अभवत् एतत् स्मर्तव्यं प्रत्ययः. अग्रे पठतु. तत्परं सत्त्वं नत्वं नुमागमः उपदादीर्घः इत्येभिः कार्यैः परिवक्त्वो लौकिकधातुः कथं जायते इत्यपि अवलोकितम्. सो फार् वि हव् सीन् सत्त्वं नत्वं नुमागमः उपदादीर्घः हौ इट् हेपन्स् towards dhatu we have learned angla bhashaya mastu kinchit kinchit eva samskrutena uktum shakti vadatu vadatu shanaigi shanaigi samskrut bhashayam vadatu avasara nasti eva astu astu astu avasara संस्कृतभाषायाम् आपर्चुनिटि खलु. अत्र मन्दरूपेण वदतु वयं कथं जायते इत्यपि अवलोकितम्. अग्रे आहत्य आगत्य येषु सर्वेषु कार्येषु स्वराणां कृते एकं विशिष्टं ज्ञानम् अस्माभिः प्राप्तम् अनुनासिकज्ञानम् इति उपदेशे अर्जुनुनासिक इति सूत्रेण वि हेव् वयं ज्ञातवन्तः. धातुषु अनुनासिकज्ञानेन एव अचाम् इत्संज्ञा सम्भवति. धातुषु अनु अचाम् अत्र किं विभक्ति किं वचनं षष्टि समीचीनम् उत्तमम् अग्रे. अधुना तत् आधारेण अग्रिम अत्र तदा आधारेण तद् आधारेण अत्र किं किं सन्धि भवति अनिल् महोदय? किं किं शब्द कः शब्दः महोदय? सन्धिः सन्धिः तदा तदारे तदाधारेणे न तदा ओके ओके तदा प्लस् आधारेण अत्र सवर्णदीर्घसन्धि प्रथमं तत् एव खलु. ओ तत् किं सूत्रेण प्रथमवर्णस्य तृतीयवर्णः आगच्छति वयं पूर्वमेव दृष्टवन्तः वागरी अत्र तदा आधारेण वा तत् आधारेण किम् अस्ति महोदय? प्रथमम् एतत् तत् एव भवति खलु अन्य कोऽपि तत् अस्ति चेत् प्रथमं जत्वसन्धि समीचीनम् उत्तमम्. अनन्तरमेव सवर्णदीर्घः सन्धिः अकः सवर्णे दीर्घः इति सूत्रेण अग्रिमः स्वरविज्ञानेन पदव्यवस्था अपि च सेट् अनिट् व्यवस्था ज्ञायते. तर्हि धातुपाठे प्रथम प्रथमम् प्रमुख प्रथमप्रमुखविषयः लौकिकधातुः कथं सञ्जायते इति स च अस्माभिः परिशीलित अधुना द्वितीय प्रमुखविषयः स्वरविज्ञानं तस्मिन् उपविषयद्वयं पदव्यवस्था इद् व्यवस्था च पदव्यवस्था इड् व्यवस्था पदमस्ति इट् योजनेन किं पदं भवति इति सेट् अस्ति चेत् अत्र इड् व्यवस्था अस्ति अनिट् अस्ति चेत् अत्र इड् व्यवस्था नास्ति अत्र पठितुं शक्यते पठितुम् इकारः आगच्छति एतत् इड् व्यवस्था पठनार्थम् अत्र इड् व्यवस्था नास्ति अत्र अनिट् अस्ति किञ्चित् एतद्विषये अग्रे आगच्छति अत्र समीचीनतया द्रष्टुं शक्यते एव प्रश्नः अस्ति वा सेट् अनिट् एतत् बृहत् स्थलमस्ति अत्र ल्युट् अपि भवति भविता भवितारौ भवितारः एतत् किञ्चित् अग्रे गच्छेम तत् विषये अत्र इतोपि ज्ञानं भवति एव इदानीं इत् यत्र भवति पठिता भविता यत्र यत्र इड् श्रूयते ईकारः श्रूयते एतदेव सेट् मनसि स्थापयतु किञ्चित् लिखतु अपि यत्र भविता पठिता तादृशम् ईकारः श्रूयते एतत् सेट् अस्ति यत्र इकारः न श्रूयते एतत् अनिट् इतोपि एतत् विषये आगच्छति एव एतद्विषये पश्याम इदानीं उषा यत्राज् आं महोदय पठतु स्वरविज्ञानं स्वर इत्युक्ते अत्र किञ्चित् विशिष्ट वार्तिकम् अस्ति खलु वार्तिकं नास्ति अत्र पङ्क्तिः अस्ति एतत् विषये मया उक्तमेव पूर्वं स्वयं जायते इति स्वर राजते राजते इत्युक्ते अत्र परिपालनं शक्तुमेव अत्र इक् भवति अनन्तरम् इञ् भवति एतत् सर्वं पूर्वं स्वराः वा एतत् भवितव्यम् अत्र स्वराः स्वयं राजते इति स्वर स्वराः स्वरविज्ञानं ज्ञानमेव इत् संज्ञकेन अच् वर्णेन धातुः किं मया एकनिमिषम् उपसर्गेन उपसर्गे धात्वर्थः बलात् अन्यत्र नीयते इति मया उक्तं लिखितमपि एतत् भवत्याः समीपे अस्ति वा न महोदय मया लिखितमेव आं महोदय अस्ति अस्ति खलु एतत् लेखनीयमेव एतत् बहु मुख्यम् अस्ति उप एस् ए आर् उपसर्गेन उपसर्गेन उपसर्गेण धात्वर्थः लिखतु कुत्रापि लिखतु धात्वर्थः एतदेव द्रष्टुं शक्यते खलु उपसर्गेण धात्वर्थः अत्र उदाहरणमपि मया दत्तमेव लिखितमपि तत्समये एव अनिल् महोदयेन उक्तवान् जानाति महोदय लेखनार्थं कष्टः न भवतु इति आगच्छति गच्छति गच्छति कम्स् आगच्छति न आगच्छति वाट् कम्स् खलु गच्छति गोस् अत्र उपसर्गं परिवर्तनमस्ति एतत् योजनेन विपरीत अर्थम् आगच्छति खलु अन्यपदम् अतः एव मया उक्तम् उपसर्गेन धात्वर्थः बलात् एतद् बहु मुख्यविषयमस्ति अत्र बलात् अन्यत्र नीयते परन्तु अत्र किमस्ति इदानीं विज्ञानं खलु विज्ञानं अत्र परिवर्तनम् अभवत् वा विज्ञानं परिवर्तनं किमपि अर्थं परिवर्तनम् अस्ति वा नास्ति खलु किञ्चित् बलात् अत्र नीयते परन्तु अत्र नास्ति प्रकृष्टेण तादृशमेव विशेषेण ज्ञानं विज्ञानं ज्ञानमेव अग्रे पठतु स्वरविज्ञानं इत् संज्ञकेन अच् वर्णेन धातुः किम्पदि इति निर्णयः क्रियते अपि च अनुबन्धलोपानन्तरम् अवविष्टस्वरेण निर्णयः क्रियते अयं धातुः इट् अनित्वा इति स्वर अत्र अर्थमभवत् इदानीम् अग्रे अपि अस्ति पठतु स्वरः इत्संज्ञः चेत् तर्हि तस्य अनुदात उदात्त स्वरित इत्येभिः वर्गैः पदव्यवस्था ज्ञायते अत्र स्वर अत्र अकारः अस्ति वा अत्र एतत् सर्वम् अस्ति खलु स्वर इत् संज्ञकः चेत् अनन्तरम् अनुदातकः अस्ति वा अनुदातक रेखा कुत्र अस्ति रेखा कुत्र अस्ति अधः अस्ति चेत् मनसि स्थापयतु अनुदातकः अधः रेखा अस्ति चेत् अत्र अनीट् एव अग्रे पश्यामः एतत् विषये अनुदातः उदातः स्वरितः वर्गैः पदव्यवस्था ज्ञायते एतत् विषये अग्रे अत्र उदाहरणरूपेण दत्तवन्तः पश्येम द्वितीयबिन्दुः स्वरः यत् संज्ञकः नास्ति चेत् तर्हि तस्य अनुदात उदात्त स्वरित इत्येभिः वर्गैः इत् व्यवस्था ज्ञायते अस्तु अत्र अपि पूर्वम् अनुदात उदात्त स्वरितः अस्ति इत्येभिः वर्गैः पदव्यवस्था पदं कथं भवति अनुबन्धलोपानन्तरं किं पदं तिष्ठति एतत् सर्वं जानीमः इदानीम् एतत् स्वीकृत्य एव अनुदातः उदात्तः स्वरितः एतत् स्वीकृत्य अत्र इड् व्यवस्था भवति उदात्तः अस्ति चेत् किं भवति स्वरितः अस्ति चेत् किं भवति सम्प्रति सम्प्रति अनुदात्त उदात्त स्वरित इत्येतानि छिन्नानि चिह्नानि कथम् अभिज्ञातुं शक्नुमः इति अवलोकयाम अस्तु इदानीं स्वरविज्ञानं सीतालक्ष्मी पठितुं शक्यते वा आं महोदय स्वरचिह्नानि रक्ष इत्यस्मिन् धातौ अनुनासिक इति चिह्नम् अचः अनुनासिकत्वं सूचयति अकार उत्तरवर्ती अनुनासिकवर्णः चिह्नम् अनुनासिकत्वं सूचयति वयं जानीमः एव यथा दुपचष् पाके खनु अवधारणे भज् भज् सेवाया बज्जि नास्ति बज्जि अनुबन्धलोपानन्तरमेव बज्जि भवति इदानीं भजनो भज भज सेवायां वच परिभाषणे आस् आस उपदेश उपदेशने उपदेशं नास्ति उपवेशने उपवेशने उपवेशने इत्युक्ते किं महोदय उपवेशने सिट् सिटिङ्ग् मेकिङ्ग् सम्बडि टु सिट् इन् वन् प्लेस् उपवेशने एतत् एवं च अनुबन्धलोपानन्तरं उपविष्ट अवशिष्यते एवं च अनुनासिकवर्णः इत्यनेन चिह्नेन एवं च अनुनासिक इत्यनेन चिह्नेन अङ्कितः अच् वर्णः अनुनासिकः भवति ओके इदानीं दुपचस् स्वीकुर्मः अत्र किं किम् अभवत् शकारः अलन्त्यम् इति सूत्रेण शकारस्य लोपः भवति अनन्तरं चकार अनुनासिकचकारस्य लोपः भवति उपदेशे अनुनासिक इत् इति सूत्रेण चकार अनुनासिक अकारस्य लोपः भवति आदिर्निटुडवः समीचीनं दुकारस्य लोपः भवति तस्य लोपः अनन्तरं पच् एव अवशिष्यते समीचीनं किम् अर्थेन आगच्छति अत्र अपि दुपचस् इत्युक्ते अत्र आत्मनेपदिनः अपि भवति स्वयमपि पचनकार्यं भवति अन्येषां कृते अपि पचनकार्यं भवति अतः अत्र एव परस्मैपदिनः आत्मनेपदिनः भवितुम् अर्हति खणु ज्ञायते एव अनुबन्धलोपानन्तरं भज अस्तु इदानीं अत्र भागीरथी भवनी भगिनी पठतु धातुषु अचः भागीरथी अस्ति वा अस्तु अनिल् अनिल् महोदय पठतु धातुषु अतः अधस्तात् या रेखा दृश्यते यथा अकारः इति सा रेखा अचः अनुदातत्वं सूचयति एक्स्प्लैन् इदानीमेव वदतु अत्रैव वदतु धातुषु अच् अधः अच् अस्ति अथवा रेखा दृश्यते तदा सा रेखा एव अनुदातत्वम् अनुदात्तः इति सूचयति अत्रैव मम प्रश्नः अनुदात्तविषये सूत्रं स्वीकृत्य अत्र परस्मैपदिनः भवति वा आत्मनेपदिनः भवति वा अनुदात्त अत्रैव भवति उत्तरं कोऽपि वक्तुं शक्यते वा समीचीनम् अनुदात्तनित आत्मनेपदम् अग्रे पठतु अनुदात्त भगिनी एकवारं वदतु भगिनि अनुदात्त अनुदातनित आत्मनेपदम् ओ अनुदात्तनित वा वाट् डस् इट् मीन् भगिनि अनुदातनितम् आत्मनेपदिनम् अत्र ओ नित अत्रैव उत्तरमस्ति अनुदात्त नित नित इति यत्र आगच्छति अनुदातवर्णः तत्रैव आत्मनेपदं भवति एतत् उत्तरमस्ति अत्र अग्रे उपवेशने इत्यस्मिन् उपवेशने इत्यस्मिन् धातौ सकार उत्तरवर्ती यः अकारः अस्ति सः अकारः अनुदातः इति अधस्तचिह्नं सूचयति. तावदेव. अधः रेखा अस्ति चेत् एतत् अनुदातः एव मनसि स्थापनीयम्. एन् ए किमर्थं चेत् एतत् चिह्नम् एव इडिव्यवस्था पदव्यवस्था सूचयति अग्रे. अस्तु अग्रे पठतु. धातुषु अचः उपरिष्टात् या रेखा दृश्यते सो धातुभ्यः उपरि रेखा दृश्यते चेत् यथा अकार उपरि रेखा तया अचः स्वरितत्वं सूचयति. ते एव स्वरितः इति उच्यते. आं वा भगिनि? आं गायत्रीमन्त्रं वदतु. जानाति वा प्रथमपङ्क्तिः? ॐ भूर्भुवस्सुवः. एकनिमिषम् एकनिमिषम्. ॐ अत्र किमपि नास्ति. ॐ भूर्भुवस्सुवः अत्र अधः आगच्छति अनुदातः अस्ति. तत्सविदुर्वरे एण्यम् एण्यम् अत्र स्वरितः अस्ति. किमर्थं चेत् अत्र ध्वनिः उपरि गच्छति. ॐ भूर्भुवस्सुवः अधः अनुदातः. तत्सविदुर्वरे एण्यम् अत्र ध्वनिः उपरि गच्छति अतः स्वरितः अस्तु. अत्र यत्र समानरूपया चलन्ति अत्र उदातः. किन् किमपि अत्र अधः नास्ति उपरि नास्ति. अस्तु अधः गच्छति चेत् अनुदातः उपरि गच्छति चेत् स्वरितः. किमपि नास्ति चेत् नास्ति चेत् समानरूपेण तिष्ठति चेत् उदातः. इदानीमेव सम्यक् अवगतं भगिनि. रियलि अत्र धातुषु वाट्सप् द्वारा कोऽपि विषयं प्रेषितवन्तः. किम् अस्ति चेत् यत्र यत्र अत्र समुदायकूटे कल्याणम् एतत् विवाहविषये गच्छन्ति तत्र एतत् पाणिं स्वीकृत्य अत्र मौत् वाश् कर्षक्ते खलु तत् न करणीयम्. किमर्थं चेत् अत्र बहुदिनानि अत्र जलं प्रयोगं न कृतवन्तः. अत्र कृमिनाशिनिः कृमि भवति एव अतः अत्र गोगुल् न करणीयम् न आवश्यकं करणीयं खलु. अत्र स्थापितवन्तः खलु कूप्यां पानी जलम् एतत् स्वीकृत्य आगत्य अत्र गागल् करोतु इति वाट्सप् कालक्रमेण एतत् अतः एव आचार्यात् पादं सहपाठिनः पादं स्वयं पादं कालक्रमेण पादम् एतत् सर्वं कालक्रमेण एव आगच्छति. अस्तु अग्रे पठतु. ओके भगिनि. यदा डुपचेष् पाके इत्यस्मिन् धातौ चकार उत्तरवर्ती यः अकारः अस्ति सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति. तदेव भगिनि. उपचष् पाके एतत् जानाति खलु. अनुदातः किं भगिनि, स्वरितः किम्, उदातः किम्. अस्तु इदानीम् अनुसूया भगिनि पठतु. मम सङ्गणके स्वरिता अनुदा अन्नाद्वय इत्यनयोः द्वयोः चिह्नयोः स्थलं साक्षात् स्वरस्य उपरि अतः तयोः सहवासः समीचीनं न दृश्यते. अतः अत्र यद्यपि उभयम् अपेक्षते तथापि केवलं स्थापितुं न स्थापितम् एतत् प्रश्नः अस्ति खलु साधारणतया आगच्छति खलु स्थापितम् अग्रे तर्हि उपरि चिह्नम् अस्ति चेत् स्वरसहितः अधः चिह्नम् अस्ति चेत् पुनदातः उपरि अपि नास्ति अधः अपि नास्ति तर्हि स स्वरः उदात्तः यथा वत्स वस्र व अनुदात्तः वस वकारः अत्र अनुदात्तकवर्णः पठतु. तत्र अत्र यद्यपि उभयत् अपेक्षित उदात्त यथा वसनधातोः वकारोत्तरवर्ती यः अकारः अस्ति तस्य अधः चिह्नम् अस्ति अतः सः अकारः अनुदात्तः. परन्तु शिश धातोः षकारोत्तरवर्ती यः इकारः अस्ति तस्य उपरि अपि अधः अपि चिह्नं नास्ति अतः सः इकारः उदात्तः. बहुत्र तत्र एव चिह्नस्य एव किमपि इति वक्तव्यम्. इदानीम् अत्र जानाति खलु उपरि चिह्नम् अस्ति चेत् स्वरितः उपरि अनुनासिकचिह्नम् अस्ति चेत् अनुनासिकः अधः चिह्नम् अस्ति चेत् अनुदात्तः किमपि चिह्नं नास्ति चेत् उदात्तः इति समीचीनम् अवगतम्. अग्रे अनिल् महोदय पठतु. बहुत्र अनुदात्तः स्वरः बहुत्र अनुदात्तः स्वरः अनुनासिकः अपि अस्ति. नाम चिह्नद्वयम् अस्ति. तथैव बहुत्र स्वरितः स्वरः अनुनासिकः अपि अस्ति. चिह्नद्वयसहित इति परन्तु अनुदात्तः सर्वथा अनुनासिकः अथवा स्वरित सर्वथा अनुनासिकः इति नियमः नास्ति एव. कदाचित् भवितुम् अर्हति कदाचित् न अपि भवितुम् अर्हति. अत्र अनुदात्तः इतः पर्यन्तं ज्ञातवन्तः आदः रेखा अस्ति. इदानीं अत्र पश्यतु अत्र उपरि एव चिह्नम् अस्ति. उपरि अस्ति चेत् परन्तु अनुदात्तः सर्वथा अनुदासिक अनुनासिकवर्णः एव. कुत्रापि भवति कुत्रापि न भवति एव. कुत्रापि भवति कुत्रापि न भवति. अत्र द्वयमपि द्वयं सहितः भवति. अत्र पश्यतु उपरि अपि अनुनासिकवर्णः अस्ति अधः अपि अनुनासिक अनुदात्तः चिह्नमपि अस्ति खलु. कुत्रापि द्वयं भवति कुत्रापि एकमेव भवति. अतः कदाचित् भवितुम् अर्हति कदाचित् न अपि भवितुम् अर्हति. अग्रे पठतु भवान् एव. सो तर्हि भगिनी तर्हि नास्ति चेत् अपि अनुदात्तः एव वा अनुनासिक कालक्रमेण एव एतत् भवितुम् अर्हति. अत्र ईडुव्यवस्था अस्ति खलु. अत्र कालक्रमेण अत्र उपरि नास्ति एव. पठितुम् इति अस्ति चेत् अत्र ईडुव्यवस्था अस्ति. कालक्रमेण एव वयं ज्ञातुं शक्नुमः एतत् विषये. कुत्रापि नास्ति एव. इदानीं पाठशालायां गच्छति चेत् ॐ भूर्भुवस्सुवः अत्र अधः गच्छति. वयं न जानीमः एतत् विषये. परन्तु पाठशालायां छात्राः पठितवन्तः खलु. ते सर्वे जानन्ति एव. अग्रे पठतु भवान् एव. येषां त्रयाणां संज्ञकस्वराणाम् उच्चारणभेदाः उच्चैरुदात्तः प्रथम अध्याये द्वितीयश्लोक द्वितीय पादे एकोनत्रिंशत् श्लोकः इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशि गच्छति निचैरनुदात्तः नीचैः अनुदात्तः प्रथम अध्याये द्वितीयपादे त्रिंशत् श्लोके इत्यनेन अनुदात्तः नामध्वनिः अधो दिशि गच्छति नीचैरनुदात्तः अत्र किं सन्धिः भवति अत्र विसर्गस्य रेफ समीचीनम् उत्तमम् अस्तु समाहारः समाहारस्वरितः प्रथमाध्याय द्वितीयपादे एकत्रिंशत् इत्यनेन स्वरितः नाम ध्वनिः न उपरि न वा अधः तर्हि उच्चारणभेदाः सन्ति परन्तु इदानीन्तनकाले व्याकरणक्षेत्रे एतादृश अभ्यासः प्रायः लुप्तः समीचीनम् इदानीम् उदात्तैर् उच्चैः उदात्तः नीचैः अनुदात्तः समाहारः स्वरितः उदात्तः इदानीं दृष्टवन्तः अत्र किमपि कार्यं नास्ति रेखापि नास्ति परन्तु वेदविषये किञ्चित् परिवर्तनम् अत्र भवति एव स्वरितः इत्युक्ते अधः भवति अत्र नीचैः अनुदात्तः इत्युक्ते किञ्चित् अत्र उच्चैः उदात्तः नीचैः अनुदात्तः समाहारः स्वरितः अत्र परिवर्तनं भवति एव वेदपाठशालायाम् अत्र एतत् विषये चिन्तनम् अस्तु इदानीम् अनन्तरम् एतादृशः अभ्यासः प्रायः मोस्ट्लि प्रायः लुप्तः एव इदानीं कालक्रमेण यः पठितवन्तः इदानीं माघेश्वराणि सूत्राणि ज्ञातवन्तः अपगच्छति अनन्तरम् अ इ उ एतत् सर्वाणि व्यञ्जनानि स्वराः एतदपि अपगच्छति पठितुम् इदानीम् इदानीं पङ्क्तिः अभवत् भवन्तः विषये पङ्क्तिः भवति किम् अस्ति चेत् पर्यन कळिदलं पुदीयन पुहुदलं तादृशमेव बहु पण्डितः अस्ति चेत् अत्र एतत् उदात्तः अनुदात्तः स्वरितः विषये क्लेशः नास्ति एव एतत् सर्वं जानन्ति एव अधुना पाणिनीयधातुपाठे पदव्यवस्थायाम् अवलोकयाम अनन्तरम् एडुव्यवस्था दृश्याम दृश्यताम् लोट् अस्तु इदानीम् अत्र भागीरथि सीतालक्ष्मी अस्ति वा अस्ति पठतु पदव्यवस्था पदव्यवस्था पदव्यवस्था इत्युक्ते धातुः परस्मैपदिधातुः वा आत्मनेपदिधातुः वा उभयपदिधातुः वा इत्यस्य बोधः एकनिमिषम् परस्मै पदव्यवस्था इत्युक्ते धातुः परस्मैपदि वा आत्मनेपदिनः वा उभयपदिनः वा एतत् कथं जानीमः एकनिमिषम् इदानीम् अनुदात्त नित आत्मनेपदी आत्मनेपदं 1 3 एकनिमिषम् एतदेव एतत् आत्मनेपदी धातुः एतत् सूत्रमेव कुत्रापि लिखतु अनन्तरं परस्मैपदिनः अस्तु अत्र सूत्रसङ्ख्या परस्मैपदिनः विषये 1378 शेषात् कर्तरि परस्मैपदम् अस्तु लिखितं वा एकनिमिषं भगिनि क्रियाफले 1372 उभयपदी धातु अत्र नित इति अस्ति खलु एतत् आगच्छति प्रत्यये एतत् आत्मनेपदम् अनन्तरं नित आगच्छति चेत् अत्र उभयपदिनः नित अपि नास्ति नित अपि नास्ति एतत् शेषः यत्र यत्र भवति एतत् सर्वं परस्मैपदिनः शेषात् बेलेन्स् खलु शेषात् कर्तरि परस्मैपदम् एतदेव अभवत् खलु शेषात् एतत् तृतीय अध्याये एव सर्वम् आगच्छति 1278 72 एतत् सर्वम् अस्तु इदानीं भगिनी धातुषु भगिनी धातुषु अनुदात्तनित् स्वरित स्वरित नितः स्वरितन्निति स्वरितन्नितिः विहाय अन्य कर्त परस्मैपदम् यत् भवति यत् धातुः भवति परस्मैपदिनः परस्मैपदिन एतत् मनसि स्थापयतु स्मर्त स्मर्तव्यम् एतत् सर्वे निश्चयेन भगिनि अस्तु पठतु अस्माभिः पूर्वमेव दृष्टं यत् धातुषु अनुनासिकः अच् इत्संज्ञा प्रयोजयति अस्माभिः पूर्वमेव दृष्टम् इत्संज्ञा अच् इत्संज्ञा भवति खलु प्रयोजयति इत्संज्ञा प्रयोजयति नाम अनुनासिकस्वरेण इत्संज्ञा सूच उच्यते इत्यर्थः. अस्य अस्य एव इत्संज्ञकस्य स्वरस्य अनुदात्तत्वम् उदात्तत्वं सरितत्वं च पदव्यवस्थां सूचयति. जानाति खलु एतत् अनुदात्तत्वम् उदात्तत्वं स्वरितत्वं नेस् स्वीट्नेस् क्लीन्नेस् एतत् मनुष्ये किम् अस्ति? मनुष्ये किम् अस्ति? मनुष्य कोऽपि मनुष्ये अवयवः सन्ति. मनुष्यत्वम् इति अस्ति. मनुष्यत्वं मनुष्यत्वम् एतत् सर्वं तर्कसङ्ग्रहे आगच्छति, तर्कविषये आगच्छति. अनुदात्तः अस्ति चेत् अत्र अनुदात्तत्वम् अत्र स्ट्रेस् कृत्य उक्तवन्तः. अनुदात्तत्वम् उदात्तत्वं क्लीन्नेस् स्वीट्नेस् अस्ति वा, स्वीट् अस्ति वा, स्वीट्नेस् अस्ति वा, तादृशमेव अत्र अनुदात्तः अनुदात्तत्वम् उदात्तः उदात्तत्वं स्वरितः स्वरितत्वं च पदव्यवस्था सूचयति. तर्हि पठति वा पद तर्हि इत्संज्ञकेन स्वरेण पदव्यवस्था ज्ञायते कथम् इति पश्येम. यथा यद् वृद्धौ चिह्नः अस्ति अत्र पश्यतु खलु अनुदात्त नित आत्मनेपदम् एदा वृद्धौ वर्धते वर्धेते वर्धन्ते वर्धसि वर्धेति वर्धद्वे वर्धे वर्धावहे वर्धामहे तादृशं भवति. सर्वम् आत्मनेपदिनः एव अनुदात्त नित आत्मनेपदम् इति सूत्रेण. अग्रे दकारोत्तरवर्ति यः अकारः अस्ति सः अनुनासिकः अस्ति. अत्र रेखा नास्ति एव खलु, वृद्धौ इति अस्ति, दकारः अस्ति, अत्र उत्तरवर्ति अकारः अस्ति, अनुनासिकः अस्ति एव, परन्तु अत्र न दत्तम्. एतत् कालक्रमेण एव एतत् ज्ञातुं शक्यते. अनुनासिकः अनुनासिकः अतः इत्संज्ञकः. अधस्तात् चिह्नम् अस्ति अतः अनुदात्तः अपि अस्ति. अनुनासिकः अकारः अनुदात्तः अपि अस्ति अतः धातुः आत्मनेपदी किमर्थम् इति चेत् अग्रे सरेम. तत् विषये पूर्णतया पठितुं शक्यते एव कालक्रमेण. अत्र अनुदात्तः स्वरः अस्ति, उदात्तः अस्ति, स्वरितः अस्ति. एतत् कुत्र कुत्र भवति? किञ्चित् स्थले अस्ति, किञ्चित् स्थले नास्ति. उदाहरणरूपेण वृद्धौ इति स्वीकुर्मः चेत् एतत् विषये अग्रे पठेम. इतः पर्यन्तम् अभवत्, किञ्चित् प्रश्नः अस्ति चेत् पृच्छतु. नित इति वक्तुम् इकारस्य इकारः एव महोदय, इकारः अस्ति चेत् ह्रस्व वा दीर्घं वा द्वयोरपि वा नियते. आम् अत्र पश्येम. अत्र किम् अस्ति चेत् अनुदातः 1312 अस्तु अनुदातनित आत्मनेपदम् अत्र पठतु यस्मिन् धातौ यस्मिन् धातौ नकारः उत् अनुदात्तः स्वरः इत्संज्ञकः अस्ति तस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति अत्र नित अनुदात ववल् खलु अत्र अनुदातः नित् अस्ति चेत् एतत् आत्मनेपदिनः उदाहरणरूपेण शूङ् सूते शीङ् शूङ् शकारः अस्ति धात्वादिगे शः शः इति सूत्रेण मूर्धन्यशकारस्य स्थाने दन्त्यसकारः आगत्य कार्यं करोति सूते अत्र इङ् एव इति भवति खलु यत्र यत्र ञकारः आगच्छति तत्र अनुदात्तनित आत्मनेपदम् आत्मनेपदिनः भवति तादृशमेव शीङ् धातुः स्वीकुर्मः चेत् सिङ्ग् सिङ्ग् धातु शीङ् शीङ् शीङ् धातुः स्वीकुर्मः चेत् अत्र पश्यतु शी एव तिष्ठति खलु शी एव तिष्ठति शीङ् इति दास्ति अस्ति नकारः इत् भवति शी एव तिष्ठति अनन्तरम् एतत् लट् रूपं भवति अनन्तरमेव कर्तरि शप् आगत्य कार्यं करोति अत्र आदिप्रवृत्तिभ्यः शपः इत्यनेन पूर्णतया शप् कार्यं न भवति अतः शीयोगः ता एव तिष्ठति इदानीं स्थित आत्मनेपदानां तेरे इति सूत्रेण अकार उकरवर्ति एकारः भवति अतः ते भवति इदानीं शीङ्गः सार्वधातुके गुणः एतत् प्रमुख्यसूत्रमस्ति अत्र ईकारस्य स्थाने एकारः भवति अत्र सार्वधातुक आर्धधातुकयोः इति न भवति पुगन्तलघुपदस्य च इति गुणः न भवति प्रत्येकमाण प्रमुखतः प्राधान्यरूपेण एतत् सूत्रं शी इति धातोः मात्रं कार्यं करोति एव एतत् सूत्रं सिर्फ् आङ्ग्ल न किमस्ति अत्र एव शीङ् धातु शी इति धातोः एतत् सूत्रं कार्यं करोति अन्यत्र न भवति अतः दीर्घ ईकारस्य स्थाने एकारः भूत्वा अत्र पश्येम 7421 शीङ्गः अङ्गस्य सार्वधातुके परतः गुणः भवति शेते शयाते शेरते सार्वधातुके इति अत्र कार्यं करोति तत् सूत्रं शीङ् धातोः एव भवति अन्यत्र नास्ति अस्तु इदानीं पश्यतु अत्र शे योगः ते अन्तिमरूपं किं निष्पन्नं शेते एतत् किं परस्मै वा आत्मने वा आत्मनेपदः ओके एतत् उदाहरणरूपेण एव मया अत्र सूचितम् अत्र इदानीम् अग्रे आगच्छति एव अनुदातनित आत्मनेपदम् अग्रे पश्याम एतत् विषये इदानीम् अत्र वदतु श्लोकमस्ति खलु पूर्णमदं पूर्णमिदं पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ नमः हरिः ॐ ओके धन्यवादः महोदय धन्यवादः अनिल् महोदय अनिल् महोदय अस्ति वा आम्